सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तुते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। प्रवर्तमानविषयः अस्ति पाणिनीयं सूत्रं कथं पठनीयम्। वयं दृष्टवन्तः तत्र चतुर्णां विषयाणां तत्र विवरणं दत्तमस्ति अस्मिन् करपत्रे। अष्टाध्यायी इति ग्रन्थे तत्र पाणिनीयसूत्राणां पद्धतिः कथम् अस्ति वयं दृष्टवन्तः। प्रत्येकस्मिन् पद विभक्तिपदस्य तत्र भिन्न अर्थः अस्ति, इत्युक्ते लोकस्य अपेक्षया तत्र सूत्राणाम् अध्ययनं कुर्मः चेत् तत्र प्रत्येकं विभक्तियान्तं पदस्य किञ्चित् भिन्न अर्थः अस्ति। तस्य कृते तत्र सूत्रं दत्तम् अष्टाध्यायी इति ग्रन्थे। अनन्तरं तत्र यः द्वितीयबिन्दुः अस्ति तत्र लिखितमस्ति, यः अस्माकं जालस्थानम् अस्ति यत्र सर्वाणि करपत्राणि तत्र तत्र स्वरूपमहोदयेन दत्तं, तत्र जालस्थाने सूत्राणां तत्र विवरणं कथं दत्तमस्ति इति वयम् इत्यपि वयं दृष्टवन्तः। अनन्तरं तत्र यः विशिष्टबिन्दुः अस्ति अस्मिन् करपत्रे तत् सः अस्ति पाणिनीयसूत्राणि षड्विधानि, इत्युक्ते अष्टाध्यायी इति ग्रन्थे यानि सूत्राणि तत्र तत्र उपचतुर्सहस्रसूत्राणि तत्र सन्ति ग्रन्थे, तत्र षड्विधानि सूत्रलक्षणानि इति तत्र अत्र दत्तमस्ति। इत्युक्ते तत्र मुख्यतया तत्र षड्विधं सूत्रलक्षणम् अस्ति। पूर्वस्मिन् वर्गे वयं दृष्टवन्तः तत्र यः एकं श्लोकम् अस्ति, संज्ञा च परिभाषा च विधिर्नियम एव च अतिदेशो अधिकारश्च षड्विधं सूत्रलक्षणम् इति तत्र एकं श्लोकम् अस्ति। तस्मिन् श्लोके षड् ये षड्विधानि यानि सूत्राणि तत्र ग्रन्थे सन्ति तस्य विषये तत्र दत्तम्। प्रथमप्रकारकः सूत्रमस्ति संज्ञासूत्रम्। वयं जानीमः तत्र यः प्रथम अध्यायः ग्रन्थे यः प्रथम अध्यायः पाणिनिना दत्तं तत्र मुख्यतया किम् अस्ति प्रथम अध्याये। रोड् मेप् पश्यामः चेत् ग्रन्थस्य यः रोड् मेप् अस्ति तत् पश्यामः चेत् प्रथम अध्याये तत्र बहूनि संज्ञासूत्राणि अपि च परिभाषासूत्राणि दत्तानि पाणिनिद्वारा। यः प्रथमप्रकारकः सूत्रम् अस्ति सः अस्ति संज्ञासूत्रम्। वयं दृष्टवन्तः संज्ञासूत्रं किं करोति, संज्ञासूत्रं तेन सूत्रेण किं भवति, संज्ञासूत्रेण किञ्चित् कस्यचित् वर्णस्य अथवा कस्यचित् पारिभाषिकशब्दस्य तत्र नामकरणं क्रियते पाणिनिद्वारा। उदाहरणरूपेण वयं दृष्टवन्तः तत्र एकं परिचितं सूत्रमस्ति सुप्तिङन्तं पदं। वयं सर्वे जानीमः तत्र व्याकरणे एकं नियमः अस्ति, अपदं न प्रयुञ्जन्ते, इत्युक्ते तत्र यदा वयं भाषायां पदानां तत्र उपयोगं कुर्मः तत्र अपदं न प्रयुञ्जन्ते इति नियमः, इत्युक्ते यत्किमपि वयं वदामः तत् पदं भवेत् इति तत्र नियमः। सो सुप्तिङन्तं पदं यः अस्ति सूत्रं संज्ञासूत्रं तेन सूत्रेण नामकरणं क्रियते एकस्य विशिष्ट शब्दस्य, इत्युक्ते पदम् इत्युक्ते किं व्याकरणे इति तत्र दत्तम् अस्ति। वयं दृष्टवन्तः यस्य अन्ते सुप् विधीयते अथवा यस्य अन्ते तिङ् विधीयते तस्य नाम एव पदम् अस्ति व्याकरणे। तत्र मनसि प्रश्नः आयाति तत्र बहूनि अव्यानि अव्यशब्दानि तत्र सन्ति व्याकरणे। सो तत्र अव्यवदामः चेत् तत्र प्रत्येकस्मिन् विभक्तिये तत्र तस्य यः रूपम् अस्ति समानम् अस्ति। सो अव्यपदम् अपि सुबन्तपदम् अस्ति, इत्युक्ते तत्र सु यदा अव्ययोग सुप् कुर्मः चेत् पदनिर्माणार्थं तस्य पदसंज्ञा भवेत् इति. तत्र सुप् यः प्रत्ययः एकविंशति सुप् प्रत्ययः तत्र सन्ति व्याकरणे. यदा वयम् अव्यस्य विषये तत्र सुप् प्रत्ययानां सम्पूर्णतया लोपः भवति, परन्तु वयं जानीमः तत्र एकम् अन्यत् सूत्रमस्ति परिभाषासूत्रं, तेन किं भवति, प्रत्ययस्य लोपे प्रत्ययस्य लक्षणं तिष्ठति इति सूत्रं वदति. सो यद्यपि तत्र अव्यपदानां कृते तत्र सुप् प्रत्ययानां लोपः सम्पूर्णतया लोपः भवति, तथैव तत्र सुप् प्रत्ययानां तत्र लक्षणं तिष्ठति, अतः सर्वाणि अव्यपदानि अपि सुबन्तानि. तेषां प्रयोगः वयं वारं वारं भाषायां कुर्मः. अतः नियमः कः अस्ति, आपदं न प्रयुञ्जन्ते इति तत्र नियमः. सो यत् किमपि वयं वदामः तत् पदं भवेत् इति तत्र नियमः. सो सुप् तिङन्तं पदम् इति यः सूत्रम् अस्ति, बहु महत्पूर्वं सूत्रम् अस्ति, तेन सूत्रेण एकं सन् पदम् इति नामकरणं भवति. पदं किं व्याकरणे इति तत्र वयं दृष्टवन्तः. तथैव तत्र बहूनि संज्ञासूत्राणि तत्र सन्ति, वयं दृष्टवन्तः. संहिता इति एकं विशिष्टपारिभाषिकशब्दः अस्ति, तस्य कृते यत् सूत्रं दत्तं पाणिनिना तत् अस्ति परः सनीकरसंहिता. सो यदि वयं तत्र अष्टाध्यायीसूत्रपाठ पश्यामः, तत् पुस्तकं पश्यामः चेत् तत् प्रथम अध्याये तत्र बहूनि संज्ञासूत्राणि अपि च परिभाषासूत्राणि दत्तानि प्रथम अध्याये एव. यथा तत्र वयं जानीमः तत्र उपदा एकं संज्ञा अस्ति, अपृक्त एकं संज्ञा अस्ति, तस्य विषये तस्य अर्थः कः, अपृक्तम् इत्युक्ते किं व्याकरणे, ह्रस्वम् इत्युक्ते किं, संयोगः इत्युक्ते किं, तत्र बहूनि संज्ञासूत्राणि तत्र पाणिनिना प्रथम अध्याये एव दत्तं. द्वितीयं यः द्वितीयप्रकारकः सूत्र यः अष्टाध्यायी इति ग्रन्थे अस्ति, तत्र सः अस्ति परिभाषासूत्रं. परिभाषासूत्रं पृथक्तया कोऽपि कार्यं न करोति, इत्युक्ते परिभाषासूत्रस्य यः प्रयोजनम् अस्ति ग्रन्थे व्याकरणे, सः तत् किं अत्र करपत्रे लिखितमस्ति, यत्र नियमः नास्ति एतादृशः, इत्युक्ते परिभाषासूत्रं तत्र आगत्य नियमयति. तस्य अर्थः कः इति पश्यामः चेत्, यदा कोऽपि विधिसूत्रम् अथवा कोऽपि अन्यत् सूत्रं तत्र पाणिनिना दत्तं, यदि तत्र भ्रमः जायते, तत्र कोऽपि स्पष्टता नास्ति कार्यं कथं करणीयं, तत्र परिभाषासूत्रस्य आवश्यकता भवति. सो परिभाषासूत्रं किं करोति, यत्र विधिसूत्रे नियमः नास्ति, स्पष्टतया न दत्तं किं करणीयं कथं करणीयम् इति तत्र भ्रमः जायते, तत्र एव परिभाषासूत्रस्य आवश्यकता भवति. अन्यथा तत्र परिभाषासूत्रस्य कोऽपि अन्यत् प्रयोजनं नास्ति. सो वयं किं वदामः, परिभाषासूत्रं यत्र विधिसूत्रे नियमः नास्ति, तत्र भ्रमः जायते, तत्र परिभाषासूत्रम् आगत्य सहायता करोति. वयं दृष्टवन्तः तत्र यः उदाहरणं दत्तं, स्थाने अन्तर्तमः, स्थाने अन्तर्तमः एकं परिभाषासूत्रं, स्थाने अन्तर्तमः विधिसूत्रं नास्ति, स्थाने अन्तर्तमः कोऽपि संज्ञासूत्रं नास्ति, तस्य गणना परिभाषासूत्रे भवति. अतः वयं किं वदामः, स्थाने अन्तर्तमः इति एकं परिभाषासूत्रं. किमर्थं चेत् वयं दृष्टवन्तः इको यनचि इति सूत्रे, सूत्रं वदति इक् स्थाने यन् आदेशः करणीयं यदा तस्य परे कोऽपि अच् वर्णः आयाति इति सूत्रं वदति. परन्तु तत्र आदेशरूपेण तत्र चत्वारि वर्णाः दत्तं. सो कथं जानीमः ई स्थाने तत्र किम् आदेशः करणीयम्, ऊ स्थाने कः वर्णः आदेशरूपेण आगन्तुं शक्यते, तत्र किञ्चित् भ्रमः जायते. किमर्थं चेत् सूत्रं तावदेव वदति इक् स्थाने यन् आदेशः अचि परे इति सूत्रं वदति. सो तत्र एव यत्र यत्र विधिसूत्रे नियमः नास्ति, तत्र भ्रमः जायते, तत्र एव परिभाषासूत्रस्य आवश्यकता भवति. तत्रापि इको एनर्जि इति सूत्रे यदा वयं कार्यं कुर्मः तत्र स्थाने अन्तर्तमः इति सूत्रस्य प्रयोजनं भवति, प्रसक्तिः अस्ति. सो स्थाने अन्तर्तमः यः सूत्रम् अस्ति तद् वदति यस्य स्थाने आदेशः करणीयं तस्य तुल्यतमवर्णः एव आदेशरूपेण आगन्तुं शक्यते इति तावत् एव वदति. इट् डस् नाट् एक्स्प्लेन् ई स्थाने उ य करणीयं बिकास् स्थाने अन्तर्तमः इति सूत्रस्य तत्र आवश्यकता न केवलम् इको एनर्जि इति सूत्रे भवितुमर्हति, तत्र बहूनि तादृशसूत्राणि अष्टाध्यायी इति ग्रन्थे तत्र सन्ति यस्य कृते स्थाने अन्तर्तमः इति सूत्रस्य आवश्यकता. एकम् अस्ति इको एनर्जि, किमर्थं चेत् अस्माकं परिचितं सूत्रम् अस्ति. सो तथैव तत्र अन्यत् सूत्राणि अपि सन्ति यत्र स्थाने अन्तर्तमः इति सूत्रस्य आवश्यकता भवति. सो स्थाने अन्तर्तमः इति सूत्रं किं वदति, यस्य स्थाने आदेशः, यस्य वर्णस्य स्थाने तत्र आदेशः करणीयं तस्य वर्णस्य तुल्यतमवर्णः एव आदेशरूपेण आगन्तुं शक्यते इति सूत्रं वदति. सो परिभाषासूत्रम् अपि तत्र बहु महत्वपूर्ण अस्ति. वि शुड् नो आल् द परिभाषा, नाट् आल् द परिभाषासूत्र सूत्राणि, परन्तु यत् यत् वयं पठामः वि शुड् रिमेम्बर् देट् सूत्रं. यदा वयम् अग्रे सूत्राधारेण पाठस्य प्रति गच्छामः सूत्राधारेण एव अध्ययनं कुर्मः, किमर्थं चेत् अत्र वयं किं पाणिनीयव्याकरणस्य तत् अत्र अध्ययनम् अस्मिन् कक्षायाम् अध्ययनं भवति. सो पाणिनीयं व्याकरणं पठामः चेत् सूत्राधारेण एव पठामः. सो यदा वयं प्रत्येकस्मिन् विषये तत्र पठामः तत्र यस्य यस्य सूत्रस्य तत्र विवरणं दत्तम् अस्ति. अस्माकं यः मुख्यलक्ष्यम् अस्ति वि शुड् नो आल् द सूत्रास् बै हार्ट् एण्ड् वि शुड् नो देयर् मीनिङ्ग् आल्सो. नाट् ओन्ली द रिमेम्बरिङ्ग् आफ् द सूत्रा इस् इम्पार्टेण्ट् बट् वट् डस् द सूत्रा एक्चुअली सेज़्, वट् इस् द फुल् अर्थः आफ् द सूत्रा, वि शुड् नो देट् आल्सो. सो यु शुड् बि मेकिङ्ग् युवर् ओन् पायिण्ट्स् नोट्स्. अस्तु, इदानीं विधिसूत्रं किम् अस्ति, संज्ञासूत्रम् अपि च परिभाषासूत्रस्य विषये यदि कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु, अन्यथा तत्र पाठस्य प्रति गच्छामः. अस्तु, इदानीं विधिसूत्रं किम् इति तस्य विषये पठामः. कः पठितुम् इच्छति, कः अथवा का पठितुम् इच्छति? हरि ओम् महोदय. एकनिमिषः महोदय, देर् आर् सम् अदर् स्टूडेण्ट्स् इन् दिस् कक्षा, ऐ वुड् लैक् देम् टु कम् फार्वर्ड्. एकनिमिषः महोदय. मालिती भगिनी अस्ति वा? आं महोदय. पठितुम् इच्छति वा भगिनी? पठामि. पठतु अत्र तृतीयः विधिसूत्रम्. विधिसूत्रं विधिसूत्रं येन कार्यं विधीयते इको एनचि. इत्युक्ते विधिसूत्रं किम् अस्ति? विधिसूत्रं वेर् देर् इस् अ रूल् गिवन् दट् इस् काल्ड् इति विधिसूत्रम्. यत्र आं सत्यं भगिनि, यत्र कार्यस्य कृते यस्मिन् सूत्रे कार्यस्य कृते निर्देशः अस्ति तदेव विधिसूत्रं. स्थाने अन्तर्तमः अत्र कोऽपि कार्यस्य विषये न लिखितम् अस्ति. सो एतत् विधिसूत्रं नास्ति. तथैव सुप्तिङन्तं पदम्, तत्र केवलं पदम् इत्युक्ते किम् इति तावदेव लिखितम् अस्ति. सो तदपि विधिसूत्रं नास्ति. परन्तु अत्र उदाहरणे इको यनचि, वदतु अत्र कीदृशकार्यम् इको यनचि. स्थाने य आगच्छति. न सूत्रं किं वदति तत् वदतु. येन कार्यं विधीयते इको यणचि. इको यणचि इति विधिसूत्रस्य उदाहरणम् अस्ति, अत्र दत्तमस्ति. इको यणचि एकं विधिसूत्रम् अस्ति, इत्युक्ते अनेन एकं कार्यं विधीयते. कः कार्यं विधीयते अनेन सूत्रेण? अनेन सूत्रेण किं कार्यं आदेशकार्यम्? आम्, सत्यं सत्यं. किमर्थं चेत् अत्र इकस्थाने यन् आदेशः करणीयः. इकस्थाने यन् तत् न वक्तव्यम्, इकः स्थाने यन् आदेशः. न केवलम् इ स्थाने य भवति, तत्र उ स्थाने व अपि भवति, रु स्थाने र भवति, लु स्थाने ल भवति. सो वयं किं वदामः, इकः स्थाने यन् आदेशः अचि परे अनेन सूत्रेण भवति. सो अनेन सूत्रेण कीदृशः कार्यम्? आदेशरूपी कार्यम्. सो व्याकरणे कति विधानि कार्याणि? षड् कार्याणि. कार्याणि कति कार्याणि तत्र भवन्ति व्याकरणे? व्याकरणे त्रीणि कार्याणि. के तेषां नाम? आदेशः, लोपः, और् देन् दि नेक्स्ट् इस् ऐ थिंक स्थाने आगमः. आगमः आगमः इत्युक्ते किम्? आगमः इत्युक्ते वन् न्यू वन् इस् कमिङ्ग् इन्. आम् आम्, एकं नूतन वर्णस्य तत्र उदयः भवति, तदेव आगमरूपी कार्यः. आदेशः इत्युक्ते किम्? आदेशः इत्युक्ते वन् इस् कमिङ्ग् इन् प्लेस् आफ् दि अदर्. आम्, सो हौ डु वि से इट्? पूर्वस्थितस्य वर्णस्य स्थाने एकं नूतन वर्णः आयाति, आगच्छति. सो इकः अपगच्छति, तस्य स्थाने यन् आयाति. अतः वयं किं वदामः, पूर्वस्थितः इकारः अपगच्छति, तस्य इकारस्य स्थाने यकारः इति आदेशः भवति. सो आदेशरूपी कार्यः. तृतीयमस्ति नामकरणं. नामकरणमपि कार्यमस्ति. कस्यचित् वर्णस्य नामकरणं क्रियते तेन सूत्रेण, परन्तु तत् सूत्रं संज्ञासूत्रं. सो लोपकार्ये किं भवति? लोपकार्ये वन् वन् दिस् गोस् अवे, डिसपियर्स्. आम्, कस्यचित् वर्णस्य तत्र लोपो भवति, लोपः भवति. कस्यचित् पूर्वस्थितस्य वर्णस्य तत्र लोपः भवति इति लोपकार्यम्. सो वयं दृष्टवन्तः व्याकरणे कार्याणि त्रिविधानि. सो येन सूत्रेण कार्यस्य कृते निर्देशं कृतं, तत् एव विधिसूत्रं. यथा इको यनचि, यथा अकः सवर्णे दीर्घः, तदपि विधिसूत्रं. तेन सूत्रेण कार्यं विधीयते, दीर्घ आदेशः करणीयम् इति तत्र सूत्रं वदति. तथैव तत्र बहूनि विधिसूत्राणि तत्र दत्तानि. जलां जशो अन्ते इति तत्र विधिसूत्रं. तथैव तत्र अस्ति कर्तरि शप् सार्वधातुके, तत्र शप् इति प्रत्ययस्य विधानं भवति, इत्युक्ते आगमः भवति. कदा करणीयं, कुत्र करणीयम् इति तु सूत्रस्य तत्र विवरणं पश्यामः चेदेव ज्ञातुं शक्यते. सो येन सूत्रेण कार्यं विधीयते, कार्यस्य कृते यस्मिन् सूत्रे निर्देशः अस्ति, तदेव विधिसूत्रम्. यथा इको यनचि, अत्र उदाहरणमपि दत्तम् अस्तु. अस्तु, धन्यवादः भगिनि. धन्यवादः. सो तृतीयप्रकारकः यः सूत्रम् अष्टाध्यायी इति ग्रन्थे अस्ति, सः अस्ति विधिसूत्रं. तत्र बहूनि विधिसूत्राणि, इत्युक्ते तेन सूत्रेण किं भवति, कीदृशः कार्यस्य कोऽपि कार्यस्य यत्किमपि कार्यं व्याकरणे भवति, तस्य कृते तत्र निर्देशम् अस्ति तस्मिन् सूत्रे. सो वयं किं वदामः, एतत् विधिसूत्रम्, एतत् संज्ञासूत्रं, परिभाषासूत्रं. सो कीदृशः सूत्रप्रकारः वदामः चेत् विधिसूत्रम् अस्ति, येन कार्यं विधीयते. अस्तु, इदानीं नियमसूत्रः कः पठितुम् इच्छति? उषा भगिनी अस्ति वा, पठितुम् इच्छति वा भगिनी? आम् आम्, पठतु भगिनी नियमसूत्रम्. ओके, वन् सेकेण्ड्, लेट् मी जस्ट् पुट् आन् मै हेड्सेट्. केन् यू हियर् मी भगिनी? यस्. श्रूयते वा? श्रूयते भगिनी, वदतु. अस्तु, नियमसूत्रं that one, right? Number 4? Yes, yes. Yena purvat vidyamanah niyamah simito bhavet. Ratsasya. Kim tasharthah kaha? Means, yena purvat janimah vidyamanah? Vidyamanah itukte यत्किमपि पूर्वे दत्तं, यत्किमपि निर्देशं पूर्वसूत्रे दत्तं, तस्य यः कार्यक्षेत्रम् अस्ति सः सीमितो भवति. इट् लिमिट्स् द कार्यक्षेत्रम् आफ् द पूर्व विद्यमानः नियमस्य. नियमसूत्रम् आम् अस्तु भगिनि, चिन्ता मास्तु. रात्सस्य इति तस्य उदाहरणम् अस्ति, इत्युक्ते रात्सस्य एकं नियमसूत्रम् अस्ति. सो नियमसूत्रं किम् अस्ति? नियमसूत्रम् अस्ति, तत्र पाणिनिना किं कृतं, यदि तत्र सः प्रथमे किं तत्र स्थापितवान्, एकं विधिसूत्रम् इत्युक्ते जनरल् सूत्रं सः दत्तं कार्यस्य कृते. यत् जनरल् रूल् अस्ति तत् सः केन सूत्रेण दत्तं? विधिसूत्रेण तत् कार्यस्य कृते सत् निर्देशं कृतं. तस्य साक्षात् अनन्तरं यदि तत्र तस्मिन् कोऽपि तत्र लिमिटेशन् करणस्य आवश्यकता भवति, तत् सः पाणिनिमहर्षिः तत्र नियमसूत्रेण तत् अन्यत् निर्देशं कृतं. सो नियमसूत्रं वदामः चेत् येन पूर्वात् विद्यमानः नियमः सीमितो भवति. सो येन सूत्रेण पूर्वस्थितस्य कार्यस्य तत्र नियमः, इत्युक्ते कार्यम् इत्युक्ते एकं नियमः, एकं शास्त्रम् अस्ति, किञ्चित् निर्देशम् अस्ति. यथा इको यनचि इति सूत्रे इक् स्थाने यन् इति आदेशः करणीयम् इति तत्र नियमः, एकं कार्यम् अस्ति. सो येन पूर्वात् विद्यमानः नियमः सीमितो भवति, तदेव नियमसूत्रम्. अत्र पश्यतु एकनिमेषः. आम्, नियमसूत्रं मम स्लैड् दृश्यते वा? अस्तु. सो रेस्ट्रिक्ट्स्, नियमसूत्रम् इत्युक्ते इट् रेस्ट्रिक्ट्स्. वाट् डस् इट् रेस्ट्रिक्ट्? वाट् एवर् हेस् बीन् सेड् इन् द साक्षात् पूर्वे यत् विधिसूत्रं दत्तं तेन सूत्रेण यत् कार्यं विधीयते, some it restricts it to some extent, not fully but to some extent. So vayam kim vadamah, niyam sutram kim karoti? Yena purvat vidyamanah niyamah simito bhavati, itukte yena purve yat niyamah dattam tasya kinchit tatra sankochah bhavati, itukte tatra tasya tatra saha sima rekha karoti ki atra na karaniyam. यथा रात्सस्य इति एकम् उदाहरणमस्ति. रात्सस्य इति यः उदाहरणं तत्र परिशिष्टे तत् सर्वं दत्तं, वयम् अग्रे तत् पठामः. परन्तु इदानीम् अन्यत् उदाहरणं किम् अस्ति नियमसूत्रस्य, किमर्थं चेत् तत्र रात्सस्य विषये बहु तत्र चर्चा आवश्यकं. परन्तु इदानीम् अत्र दृश्यतु, एकं सूत्रम् अस्ति तुल्यास्य प्रयत्नं सवर्णम्. इत्युक्ते सवर्णं व्याकरणे तस्य अर्थः कः इति अस्मिन् सूत्रे दत्तं. सो एतत् सूत्रं सवर्णं पारिभाषिकशब्दस्य तत्र किं व्याख्यानं दत्तं. सो एतत् सूत्रं संज्ञासूत्रं, तुल्यास्य प्रयत्नं सवर्णम् इति संज्ञासूत्रम्. अनेन सूत्रेण सवर्णं व्याकरणे किम् अस्ति इति अत्र दत्तम् अस्ति. सो तुल्यास्य प्रयत्नं सवर्णम् इति यः सूत्रम् अस्ति, प्रथम अध्याये प्रथमपादे नवमसूत्रम्। सो अनेन किं भवति, ययोः वर्णयोः मुखस्थितम् उच्चारणस्थानं तथा आभ्यन्तरप्रयत्नं समानो स्तः तौ वर्णः परस्परयोः सवर्णो भवतः इति सूत्रं वदति। इत्युक्ते अत्र केवलं वर्णस्य विषये लिखितम् अस्ति, इत्युक्ते द्वयोः वर्णयोः मध्ये तत्र द्वयोः वर्णयोः कदा सवर्णं भवेत् इति अत्र लिखितम् अस्ति। तेषां वयं किं वदामः, इकारस्य सवर्णम् अस्ति दीर्घ इकारः, किमर्थं चेत् तत्र द्वयोः उच्चारणस्थानं तालु अस्ति, इत्युक्ते मुखस्थितम् उच्चारणस्थानं। वयं जानीमः मुखे तत्र बहूनि तत्र उच्चारणस्थानानि तत्र सन्ति, यथा कण्ठं, तालु, मूर्धा, दन्तः, ओष्ठः, एते सर्वाणि किम् उच्चारणस्थानानि। सो द्वयोः वर्णयोः यदि मुखस्थितम् उच्चारणस्थानं समानम् अस्ति, ते वर्णः ते किं वयं किं वदामः, सवर्णम्, दोस् टु बिकम् सवर्णम्। तथैव यदि द्वयोः वर्णयोः आभ्यन्तरप्रयत्नम् इत्युक्ते अल्पप्राण, महाप्राण, कर्कशः, मृदु व्यञ्जनानि, यदि तेषाम् आभ्यन्तरप्रयत्नं समानम् अस्ति, ते वयं किं वदामः, ते सवर्णम्। परन्तु अत्र केवलं वर्णं लिखितम् अस्ति, इत्युक्ते वर्णयोः वर्ण तत्र व्याकरणे स्वराणि अपि च व्यञ्जनानि, ते सर्वाणि किं वदामः, वर्णानि। सो अत्र स्पष्टतया नास्ति, यदि यथा इचु यशानां तालु, इकारः तालुवर्णः परन्तु इकारः स्वरः, यकारः तालुवर्णः सः परन्तु व्यञ्जनः, यकारः व्यञ्जनः अस्ति। सो अनेन सूत्रेण किं भवति, इकारः अपि च यकारः सवर्णं भवति अनेन सूत्रेण, परन्तु तथा नास्ति व्याकरणे, तथा नास्ति। किमर्थं चेत् नवमसूत्रस्य साक्षात् अनन्तरं तत्र दशमसूत्रं पाणिनिना दत्तं, तेन किं भवति, स्पष्टता आयाति, किमर्थम् इकारः अपि च यकारः अथवा इकारः अपि च तालव्यशकारः सवर्णं न भवति। कथं जानीमः, तत्र एकं सूत्रम् अस्ति ना झलौ, इत्युक्ते ना अच् हलौ इति अस्य सूत्रस्य तत्र सन्धिविच्छेद कुर्मः चेत् तत्र न अच् हलौ इति तस्य अर्थः, इत्युक्ते अच् अपि च हल् कदापि सवर्णं न भवति। सो अनेन सूत्रेण तुल्यास्य प्रयत्नं सवर्णम् इति सूत्रं वदति, वर्णयोः उच्चारणस्थानं समानम् अस्ति चेत् ते सवर्णं भवति। परन्तु साक्षात् अनन्तरं पाणिनिना दत्तं न अच् हलौ सवर्णम्, अत्र सवर्णम् इति पदस्य अनुवृत्तिः, पूर्वसूत्रात् एतस्य पदस्य अनुवृत्तिः अस्मिन् सूत्रे भवति। सो अनुवृत्ति कुर्मः चेत् तस्य प्रयोजनं किम् अस्ति, सूत्रस्य सम्पूर्ण अर्थ अवगमनार्थं यानि पदानि आवश्यकानि तेषाम् अनुवृत्तिः पूर्वसूत्रात् भवति। अत्रापि न अच्छलौ यः सूत्रमस्ति, अत्र सवर्णम् इति पदस्य तत्र अनुवृत्तिः, तेन किं भवति, वयम् एतस्य सूत्रस्य अर्थं किम् इति ज्ञातुं शक्यते। सो अच् अपि च हल् स्वर अपि च व्यञ्जन मध्ये यद्यपि तत्र उच्चारणस्थानं समानम् अस्ति अथवा आभ्यन्तरप्रयत्नं समानम् अस्ति, तथापि ते सवर्णं न ते भवति इति सूत्रस्य अर्थः। सो अनेन सूत्रेण अनुवृष्टि मीन्स् रिपिटिशन्, किमर्थं चेत् पाणिनि किम् इच्छति, पाणिनि लघुत्वम् इच्छति, इत्युक्ते ग्रन्थं लघु भवेत् अपि च सूत्रं लघु भवेत्, तस्य कृते पाणिनिना एकं शैली निर्मितं, तस्य नाम कः अनुवृत्ति इत्युक्ते पाणिनिमहर्षि यदा एकं प्रकरणस्य प्रारम्भं सः करोति पाणिनिमहर्षि किं करोति एकवारम् एव तस्मिन् प्रकरणे तत् पदं सः प्रयोगं करोति अनन्तरं यदि तस्य पदस्य अनन्तरं सूत्रेषु तस्य आवश्यकता तत् तत्र केवलम् अनुवृत्तिरूपेण तत् स्वीकुर्मः इत्युक्ते अत्र सवर्णं न दत्तं परन्तु वयं जानीमः क्रमेण सूत्र पठामः चेदेव अनुवृत्ति ज्ञातुं शक्यते इण्डिपेण्डेण्ट्लि सूत्रं पठामः चेत् न ज्ञातुं शक्यते अस्मिन् सूत्रे कस्य पदस्य अनुवृत्तिः आवश्यकं सूत्रस्य अर्थावगमनार्थं सो न अछलौ यः सूत्रम् अस्ति तत्र सवर्णं विषये एव दत्तम् अस्ति इत्युक्ते अच् अपि च हल् कदापि सवर्णं न भवति अत्र न इति पदमस्ति सो अनेन सूत्रेण किं भवति पूर्वसूत्रात् विद्यमानः नियमः सीमितो भवति बिकास् पूर्वसूत्रं किं वदति वर्णयोः मध्ये इत्युक्ते द्वयोः स्वरयोः मध्ये अथवा व्यञ्जनयोः मध्ये अपि च स्वर अथवा व्यञ्जनमध्ये उच्चारणस्थानं यदि तेषाम् तयोः उच्चारणस्थानं समानम् अस्ति ते सवर्णं भवति अनेन सूत्रेण परन्तु साक्षात् अनन्तरं तत् नियमसूत्रं पाणिनिना दत्तम् इत्युक्ते अत्र भ्रमः जायते ए वोवल् एण्ड् ए कन्सोनेण्ट् केन् दे बि काल्ड् सवर्णम् हि सेस् न अच् हलो सवर्णम् ए वोवल् एण्ड् ए कन्सोनेण्ट् कदापि सवर्णं न भवति व्याकरणे इति तत्र संस्कृतव्याकरणे नियमः सो दे आर् नेवर् सवर्णम् सो न अछलौ यः सूत्रम् अस्ति नियमसूत्रम् अनेन सूत्रेण किं भवति पूर्वस्थितस्य पूर्वविद्यमानः पूर्वस्थितस्य कार्यस्य अत्र कार्यक्षेत्रं सीमितो भवति बिकास् इफ् वि डोण्ट् हेव् दिस् न अछलौ इति सूत्रं सो तत्र किं भवति अच् एण्ड् हल् केन् बि काल्ड् एस् सवर्णम् दे केन् बि काल्ड् एस् सवर्णम् परन्तु भगिनी देन् इस् इट् दिस् इस् देट् द लिमिटिङ्ग् सूत्रम् इट् इस् द लिमिटिङ्ग् सूत्रम् आफ् तुल्यास्य प्रयत्न सवर्ण आफ् द प्रीवियस् सो दिस् इस् काल्ड् ए नियमसूत्रम् अनेन तत्र यः पूर्वे यत् नियमः दत्तम् इट् लिमिट् इस् द कार्यक्षेत्रम् आफ् द पूर्वस्थिते सूत्रस्य तत्र कार्यक्षेत्रं सीमितो भवति तथैव अस्ति एकम् अन्यत् सूत्रमस्ति अस्माकं परिचितम् अस्ति हलन्त्यम् इति सूत्रं हलन्त्यं सूत्रस्य साक्षात् अनन्तरं तत्र पाणिनिना दत्तं न विभक्तौ तुस्माः इत्युक्ते हलन्तं सूत्रं वदति यत् किमपि हल् उपदेश अवस्थायाम् अन्ते अस्ति तस्य इत् करणीयम् इति सूत्रं वदति उपदेश अवस्थायां यदि अन्ते हल् अन्त्यम् उपदेश अवस्थायां कोऽपि व्यञ्जनः हल् इत्युक्ते व्यञ्जनः अन्ते कोऽपि व्यञ्जनः अस्ति चेत् तस्य इत् करणीयम् इति तावत् एव हलन्त्यं सूत्रं वदति परन्तु हलन्त्यं सूत्रस्य साक्षात् अनन्तरं पाणिनिना किं दत्तं न विभक्तौ तुस्माः सो न विभक्तौ तुस्माः इति सूत्रे हल् अपि च अन्त्यम् इति पदद्वयस्य अनुवृत्तिः सो द न विभक्तौ तुस्माः लिमिट्स् द कार्यक्षेत्रम् आफ् हलन्त्यं सूत्रं रेस्ट्रिक्ट् इस् द कार्यक्षेत्रः कस्य विषये तुस्मा विषये इत्युक्ते विभक्तिप्रत्ययेषु उपदेश अवस्थायां तुस्माः हल् न करणीयं तुस्मा इत्युक्ते त इति हल् व्यञ्जनः स इति हल् व्यञ्जनः तु इति कथनेन त थ द द न तवर्गीयव्यञ्जनः सर्वे हल् व्यञ्जनानि सकारः हल् व्यञ्जनः मकारः हल् व्यञ्जनः एते सप्त व्यञ्जनानि अन्ते अस्ति चेदपि तत्र इत् न करणीयं विभक्तिप्रत्ययेषु इति सूत्रं वदति सो न विभक्तौ सूत्रेण किं भवति पूर्वस्थितात् नियमस्य तत्र सीमारेखा एतत् करोति कि इट् रेस्ट्रिक्ट्स् द लिमिटे द कार्यक्षेत्रम् आफ् द पूर्वस्थित सूत्रस्य सो नियमसूत्रेण किं भवति येन पूर्वात् विद्यमानः नियमः सीमितो भवति सो तथैव तस्य कृते अस्मिन् करपत्रे यः उदाहरणम् अस्ति सः अस्ति रात्सस्य रात्सस्य इति सूत्रः नियमसूत्रं सो यदा वयं नियमसूत्रं वदामः तत्र पूर्वसूत्रं किं तदपि पठनीयं तेन एव वयं अवगन्तुं शक्यते कस्य अत्र नियमः सीमितो भवति यथा मया उक्ता हलन्त्यम् अपि च न विभक्तौ तुस्मः तथैव तुल्यास्य प्रयत्नं सवर्णम् अपि च न अछलौ सो पूर्वे यत् नियमः दत्तं तस्य सीमारेखा किं तत्र तस्य सङ्कोचः तस्य कार्यक्षेत्रस्य सीमितो भवति नियमसूत्रेण इति नियमसूत्रस्य तत्र प्रकारः अस्ति अष्टाध्यायी इति ग्रन्थे इदानीं तत्र यः करपत्रे यत् दत्तमस्ति रात्सस्य अपि च संयोगान्तस्य लोपः इति तस्य विषये पठामः अस्तु पदान्ते संयोगः अस्तु कः पठितुम् इच्छति नमस्कारः अहम् एकप्रश्नं पृच्छामि वा वदतु महोदय तुल्यस्य प्रयत्नं सवर्णं सूत्रं सङ्ख्यासूत्रमस्ति न वा विधिसूत्रमस्ति संज्ञासूत्रं सवर्णम् इत्युक्ते किं तस्य अर्थः आम् संज्ञासूत्रमस्ति अतः नियमसूत्रं विधिसूत्रे सूत्रे इव सङ्कोचं न करोति संज्ञासूत्रमपि सङ्कोचं करोति सम्यक् अस्ति वा सम्यक् अस्ति अत्र किं लिखितमस्ति महोदय येन पूर्वात् विद्यमानः नियमः सीमितो भवति सो अत्र कार्यं न लिखितमस्ति यत् किमपि नियमः इत्युक्ते व्याकरणे सवर्णम् इत्युक्ते किम् एकं नियमः अस्ति वि नो वाट् इस् सवर्णं बै दिस् सूत्रं परन्तु तत्र किञ्चित् भ्रमः जायते वर्णयोः मध्ये उच्चारणस्थानं समानम् अस्ति चेत् एतत् सूत्रं वदति ते वर्णौ तत्र किं भवति सवर्णं भवेत् अनेन सूत्रेण परन्तु साक्षात् अनन्तरं तत्र यः नियमः इत्युक्ते यत् रूल् यु केन् से रूल् नाट् कार्यः यत् अत्र स्पष्टता आयाति तस्य कृते अत्र समाधानं दत्तम् इत्युक्ते न अच् हलौ अच् एण्ड् हल् केन् नेवर् बि सवर्णम् इति अनेन सूत्रेण किं भवति सवर्णम् इत्युक्ते किं तस्य तत्र किं भवति सीमा करोति एतत् सूत्रम् इत्युक्ते यद्यपि अच् एण्ड् हल् बोथ् आर् वर्ण एव सो इकारः अपि च यकारः कदापि सवर्णं न भवति व्याकरणे इति तत्र नियमः सो कथं जानीमः सूत्रमेव प्रमाणं तस्य कृते सूत्रमस्ति न अच् हलौ सो अनेन सूत्रेण पूर्वस्थित नियमस्य तत्र किं भवति सीमितो भवति इट् लिमिट्स् द वाट् एवर् हेस् बिन् सेड् इन् द प्रीवियस् सूत्र दिस् लिमिट्स् इट् सेस् देट् ओ यत्किमपि वर्णयोः मुखस्थितम् उच्चारणं स्थानं समानम् अस्ति तत् सवर्णं न भवति बिकास् एण्ड् अच् एण्ड् हल् केन् नेवर् बि काल्ड् एस् सवर्णम् सो अनेन सूत्रेण यत् वर्णं तत्र दत्तमस्ति तस्य किं भवति अत्र इट् गिव्स् यु वाट् इस् टु बि फालोड् तथैव अस्ति हलन्त्यम् अपि च न विभक्तौ तु स्मः हलन्त्यं सूत्रमपि संज्ञासूत्रं तेन सूत्रेण इत् संज्ञा भवति न विभक्तौ तु स्मः इति सूत्रं किं करोति इट् सेस् देट् तु अपि च स अपि च म तेषाम् इत् न करणीयं, तेषाम् इत् संज्ञा ते इत् संज्ञक वर्णाः न भवन्ति विभक्तिप्रत्ययेषु इति सूत्रं वदति. सो इट् रेस्ट्रिक्ट्स् द वट् इट् रेस्ट्रिक्ट्स् वट् एवर् हेज़् बिन् सेड् इन् द प्रीवियस् रूल्, वट् एवर् नियम् हेज़् बिन् गिवन् इन् द हलन्त्यम् इति सूत्रे न विभक्तौ स्मः लिमिट्स् इट्स् कार्यक्षेत्रम्. सो येन सूत्रेण पूर्वस्थितस्य सूत्रस्य कार्यक्षेत्रं सीमितो भवति तदेव नियमसूत्रं, न केवलं विधिसूत्रस्य परन्तु संज्ञासूत्रस्य अपि. धन्यवादः. अस्तु, वयं किं वदामः? नियम् Have we read this? I just wanted a refresher. I don't think we have read Itsangya Prakranam. Asya Karpatrasya Anantaram Ev Itsangya Prakranam Ayati Bhagni. Tatra Yaha Anantaram Karpatram Asti Itsangya Prakranam. Tatra Navibhakto Tusmaha Halantam Ete Sarvani Sutrani Ayasyati. So Tatra Vayam Vistarena पठामः न विभक्तौ तु स्मः इति सूत्रस्य अर्थः कः, हलन्त्यम् इति सूत्रस्य अर्थः कः. सो अत्र तत्र सर्वम् एतस्य पाणिनीयसूत्रं कथं पठनीयम् अहं चिन्तयामि. अस्य अनन्तरम् एव तत् करपत्रम् अस्ति इति संज्ञाप्रकरणं. सो तत्र एते सर्वाणि सूत्राणि तत्र विवरणं तत्र दत्तम् अस्ति. सो वी विल् रीड् दिस् इन् डिटेल् इन् द नेक्स्ट् करपत्रं. परन्तु अत्र विषयः कः, उदाहरणम् अस्ति. अतः नियमसूत्रस्य क्या नियमसूत्रम् इत्युक्ते किं व्याकरणे इति तस्य विषये अत्र मया उदाहरणं दत्तं. चिन्ता मास्तु भगिनि, अनन्तरं तत्र सर्वं पठिष्यामः. अस्तु भगिनि. महोदय पृच्छतु. महोदय, सर्वाणि निषेधसूत्रं नियमसूत्रं भवति किम्? सर्वाणि निषेधसूत्रं नियमसूत्रं भवति वा? आम्, समटाइम्स वी हैव टू सी द कॉन्टेक्स्ट. पूर्वसूत्रं किं वदति, तत्र यदा वयम् अपवादसूत्रं वदामः चेत् तत् अपवादसूत्रं भिन्नं. बलाबलचिन्तन यदा वयं बलाबलकरपत्रं पठामः तत्र एव वयं ज्ञातुं शक्यते अपवाद इत्युक्ते किं. परन्तु व्याकरणे अपवादसूत्रस्य अर्थः भिन्नं. परन्तु आम्, प्रायशः यः तत्र निषेधसूत्रम् अस्ति, आम्, तत् प्रायशः नियमसूत्रमेव. आम्, सत्यं महोदय. अकुविसर्जनीयानां कण्ठ इति वदति. अस्तु, अकुविसर्जन मध्ये आकार स्वर अपि स्वर एन् व्यञ्जन अपि स्थान सेम् भवति, कण्ठ भवति. तत्र सवर्णं न अस्ति किम्? न, सवर्णं न जलो तदेव तत्र दत्तम् अस्ति खलु. यू शुड् नो देट् यः अस्ति, अपि च इचुयशानां तालु ऋटुरसानां मूर्धा, दे आर् नाट् सूत्रास्, दे आर् नाट् पाणिनी सूत्रास्, दे आर् गिवन् बै द दे आर् गिवन् एस् एन् एक्स्प्लेनेशन् बै द लघुसिद्धान्तकौमुदी ग्रन्थकारः. तत् सर्वं दत्तं, किं किं वर्णानि, कण्ठवर्णानि, वर्णमालायां के के वर्णाः, तालुवर्णः, हि हेज़् गिवन् देट् इन् द शार्ट् फार्म् फार् अस् टु रिमेम्बर्, बिकास् इचु यशानां तालु, इफ् यु से देट् वी विल् रिमेम्बर् एव्रिथिङ्ग्. इचु यश एते सर्वाणि तालुवर्ण. सो दे आर् नाट् सूत्रा, दे आर् गिवन् बै द सिद्धान्तकौमुदी ग्रन्थकारः हेज़् गिवन् देट् देट् दीस् वर्णा आर् कण्ठवर्ण, दीस् वर्णा आर् तालुवर्ण. That has no this connection with Ashtadhyayi Granthi. So they, and because of this sutra, now we know that and ach and hal can never be called as savarnam. Tatra savarnam iti, see, whatever paribhashik shabda is given in the ashtadhyayi granthe tasya krite prayojanam asti. Kimartham saha savarnam iti uchyate. So maybe because in the vidhi sutram he says that savarnam eva agantum shakyate. So tatra vayam ach स्थाने हल् आदेशः न कर्तुं शक्यते. तत्र सवर्णं यदा तत्र सवर्णं प्रयोगः भवति किमर्थं चेत् सवर्णम् इस् अ टेक्निकल् वर्ड्, इट् इस् नाट् अ सिम्पल् वर्ड् यथा पदमिति. वयं तु प्रायशः किं वदामः, शब्द और् पदं, वि रिप्लेस् दीस् टु इन् ज्यूरिङ्ग् भाषायां. परन्तु यदा वयं विधि नियम विषये पठामः तत्र पदम् इत्युक्ते किम्, तस्य संज्ञा अवश्य ज्ञातव्यम्. सुप् तिङन्तम् एव पदमस्ति व्याकरणे. तथैव सवर्णम् इत्युक्ते किं, वर्णयोः मध्ये उच्चारणस्थानं समानम् अस्ति चेदेव तत्र सवर्णं वदामः. परन्तु इदानीं वयं जानीमः अहल् एण्ड् अच् केन् नेवर् बि काल्ड् एस् सवर्णम् बिकास् हि हेस् गिवन् द सूत्राधारेण तत् दत्तं पाणिनिना. अन्यथा तत्र वी शुड् हेव् सेड् देट् ई एण्ड् य आर् सवर्णं, बट् तथा मा भवेत् इति तत् सूत्रं दत्तं, न अछलौ सवर्णं. सो अनेन सूत्रेण पूर्वस्थितः यः नियमः सः पूर्वे करोति तस्य सीमारेखा अनेन सूत्रेण भवति, कार्यक्षेत्रं लघ्वी भवति इति नियमसूत्रस्य. महोदय एकं सूत्रमस्ति इको यानचि, इक अस्ति सर्वाणि स्वरव्यञ्जनानि सन्ति, इकस्थाने यन् भवति यन् सर्वाणि व्यञ्जनवर्णानि सन्ति, तत्र सूत्रं कार्यं करोति स्थानेनन्तरं न कि संख्यानुसार. तत्र तु नाझलो नाझलो सूत्रं तत्र सवर्णं वर्तते न महोदय, सवर्णम् इति न दत्तं, न यत्र दत्तमस्ति महोदय, तत्र सवर्णं दत्तमस्ति, तत् कारणे स्थानेनन्तरं कार्यं करोति. यु आर् कन्फ्यूसिङ्ग्. ऐ सेड् देट् सवर्णम् इस् अ टेक्निकल् वर्ड्. कुत्रचित् सूत्रे पाणिनिमहर्षि सवर्णम् इति पदस्य तत्र प्रयोगं करोति. सो यदा सः सवर्णम् इति पदस्य विधिसूत्रे प्रयोगं करोति तत्र कदापि ई स्थाने य न करणीयम्. इफ् हि सेस् देट् सवर्णम् एव आदेशरूपेण आगन्तुं शक्यते, तत्र तु न भवति न, तत्र किं वदति, इक् स्थाने यन् आदेशः. सो इक् स्थाने यः यन् आदेशः यः नियमः अस्ति तेन सूत्रेण तत्र भ्रमः जायते. ई स्था ई अस्ति चेत् तस्य स्थाने कः आदेशः. सो तत्र स्थाने अन्तरतमः इति सूत्रं वदति यस्य स्थाने आदेशः तस्य तुल्यतमवर्णः, सवर्णं न वदति, तस्य तुल्यतमवर्णः एव आगन्तुं शक्यते इति स्थाने अन्तरतमः. I said that wherever he will use this savarnam as in the sutra, there the savarnam, yatha tatra sup tingantam padam, yatha tatra asti, tatra bahuni sutrani yatra pada sangya tatra drishtavyam, tathev sutra yada saha savarnam iti padasya upyogam karoti, tatra etasya sutrasya avashakta bhavati, eta sangya sutra yoha avashakta bhavati. न अछलो अपि च तुल्यास्य प्रयत्नं सवर्ण. स्थाने अन्तरतमः केवलं वदति तुल्यतमवर्णः एव आदेशरूपेण आगन्तुं शक्यते. सो आदेशेषु तुल्यतमवर्णः कः, आम् सवर्णम् इस् अ टेक्निकल् वर्ड्. वेन् हि विल् यूस् इन् अ पर्टिक्युलर् सूत्र सवर्णं, देन् ओन्लि वी हेव् टु रेफर् दीस् टु सूत्रास् कि सवर्णम् इत्युक्ते किं. वेन् एवर् वी हेव् टु से सवर्णम् इत्युक्ते किं, न केवलं तुल्यास्य प्रयत्नं सवर्णम् इति सूत्रस्य आवश्यकता, परन्तु न छलौ इति सूत्रस्य अपि आवश्यकता. बिकास् दिस् सेज् देट् यत्किमपि वर्णयोः मध्ये उच्चारणस्थानं समानं तत् सवर्णं. सो वी हेव् टु गिव् रेफरेन्स् टु दिस् आल्सो, न अछलौ सवर्णम्, अच् एण्ड् हल् केन् नेवर् बि काल्ड् एस् सवर्णम्. whenever we have to give a definition for savarnam, we have to refer these two sutras together. We have to say about these two sutras, because only this will not give the clear definition. Tulyasya prayatnam savarnam will not give the clear definition. We have to say that na ach halav savarnam, ach and hal can never be a savarnam. When we are defining savarnam, na tu tulyatam varna. Agree, Mother. That you meant to say that matyogi jo hai uchcharan sthan and prayatn sthan same bhavati tatparam savarnam matyogi na bhavati chet matyogi tatra vyanjan aur swar varna yadyapi yadyapi swar api cha vyanjan varnasya uchcharan sthanam samanam अथवा अभ्यन्तरप्रयत्नं प्रयत्नमपि समानं, तथापि ते सवर्णं न भवति अच् एण्ड् हल्, तथापि ते सवर्णं न तत्र वक्तव्यं, ते न भवति इति एतस्य सूत्रस्य अर्थः. अवगतं महोदय, अवगतं, सम्यक् अवगतं, धन्यवादः. अस्तु अस्तु. इदानीम् अतिदेशसूत्रं कः पठितुमिच्छति? We will read this in detail at the last. Ratsasya apicca sanyogantasya lopaha. Tasya vishaye vayam agre pathishyamaha ekvaram etasya karpatrasya samapanam kurmaha. Atidesha sutrasya vishaye kaha pathitum icchati? Swayam agre agachatu. Aham patami va. Na mahode, atrana asmin kakshayam. Aham madami va. Aham, Purnima bhagni. Shriyate va bhagni. Ek nimishah bhagni. चेतन भगिनी अस्ति वा? हेव् यु जायिन्ड् पूर्णिमा भगिनी? हेव् यु जायिन्ड् न्यूलि आर् यु आर् फ्रोम् द प्रीवियस् ग्रूप्? आं भगिनी, अहं न्यू भगिनी, ऐ एम् न्यू. कृपया तदेव अहं जिगल्किशोर् महोदय पठामि. क्षम्यतां भगिनी, कृपया पठतु. अतिदेशसूत्रम्. अतिदेशसूत्रं येन कस्यचित् शब्दस्वरूपस्य स्वभावः परिवर्तत सार्वधातुक सार्वधातुक परिवर्तेत परिवर्तेत सार्वधातुकमपित् इति एक द्वे चत्वारि इति सूत्रेण यः इत् नास्ति सः सः नकारः निद्वत् निद्वत् अस्तु अस्तु नित् नास्ति निद्वत् स्यात् अस्तु अतिदेशसूत्र वदतु किं जानाति जानाति वा येन कस्यचित् शब्दस्य रूपेण स्वभावः परिवर्तते स्वरूपं तिगन्त न भवेत् अपि तिगन्तवत् भवति सार्वधातुकमेव अपि कारणेन कृदन्त वा भगिनि न न अत्र विशिष्टमस्ति अतिदेशसूत्रम् अतिदेश इत्युक्ते सुपर् इम्पोजिशन् इङ्ग्लिश् मध्ये पश्यामः चेत् इम्पोजिशन् वी आर् इम्पोजिङ्ग् अतिदेशसूत्रेण किं भवति वट् एवर् इस् सपोज् वट् एवर् इस् नाट् मै नेचर् समथिङ्ग् एल्स् इस् बीङ्ग् इम्पोस्ड् अपान् मी इस् द अतिदेशसूत्रं सो अतिदेशसूत्रं किं करोति येन कस्यचित् शब्दस्वरूपस्य स्वभावः परिवर्तते वट् ऐ सेड् इस् देट् ऐ एम् नाट् लैक् दिस् बट् देट् इस् बीङ्ग् इम्पोस्ड् अपान् मी सो स्वभावः परिवर्तते यः यथा आरोपितः भवति आम् तत् आरोपितं भवति कस्यचित् भिन्न अत्र अतिदेश एकं तत्र व्याकरणे एकम् अतिदेशप्रकरणम् अस्ति अतिदेशप्रकरणम् अस्ति तत्र बहूनि अतिदेशसूत्राणि दत्तं सो अतिदेशसूत्रम् इत्युक्ते किम् अतिदेशसूत्रम् इत्युक्ते यः यथा नास्ति सः तथा भवति इत्युक्ते प्रत्ययस्य विषये मुख्यतया अस्ति इत्युक्ते एकं प्रत्ययः अस्ति सार्वधातुक् अपित् प्रत्ययः सार्वधातुक अपित् प्रत्ययः वदामः चेत् धातुतः द्विप्रकारकः धातु अनन्तरं द्विप्रकारकः प्रत्ययः आयान्ति व्याकरणे. एकम् अस्ति, तस्य नाम अस्ति सार्वधातुक प्रत्ययः. द्वितीयम् अस्ति आर्धधातुक प्रत्ययः. सो यत् किमपि प्रत्ययाः धातु अनन्तरम् आयाति, ऐदर् देट् इस् अ सार्वधातुक प्रत्ययः or that is an ardhadhatu pratyah. There are only two categories of pratyahs with respect to dhatu. Yatha tingite vayam janimah dhatu anantaram asmakam parichitam kim asti titah anti sithah tha ete pratyah ayati. So tesham namakarnam api sarvadhatuk api cha ardhadhatuk bhavati. Tathev dhatu anantaram tva कृत् प्रत्ययः योजयामः चेत् ते अपि आगन्तुं शक्यते. सो दे आर् आल्सो डिवैडेड् इन् टु ऐदर् दे आर् सार्वधातुक् आर् दे आर् आर्धधातुक्. तथैव वयं दृष्टवन्तः धातुगणाः, वयं तत्र पठितवन्तः धातुयोग शप्, धातुयोग शन्, धातुयोग क्रुयोग उ. सो ते प्रत्ययाः अपि धातु अनन्तरम् आयाति. सो दे आर् आल्सो डिवैडेड् एस् सार्वधातुक् आर् आर्धधातुक्. तस्य विषये तत्र संज्ञा दत्तं. सार्वधातुक् इत्युक्ते किम्, आर्धधातुक् इत्युक्ते किं, तत् सर्वं सूत्राधारेण दत्तं. परन्तु इदानीं किमस्ति, धातु अनन्तरं यानि यानि प्रत्ययाः आयान्ति ते प्रत्ययाः सार्वधातुक् वा आर्धधातुक् इति भवति. सो अत्र सार्वधातुक् अपित्, अपित् इति कथनेन किं भवति, अपित् अपित् इत्युक्ते यस्मिन् पकारः इत् सः अपित् इति तस्य समासः भवति विग्रहवाक्यम्. अपित् इत्युक्ते यः यस्मिन् पकारः इत् सः पित्, सः पित्. परन्तु अत्र अपित् लिखितमस्ति. सार्वधातुकं सार्वधातुकम् अपित्, पित् न लिखितमस्ति, अपित्. सो एकं प्रत्ययः अस्ति, सः यदि सार्वधातुक् अस्ति अपि च अपित् अस्ति इत्युक्ते यस्मिन् पकारः इत् न सः अपित्. सार्वधातुक् अपित् प्रत्ययः निद्वत् कार्यं करोति इति एकम् अतिदेशसूत्रम् अस्ति. सार्वधातुकम् अपित् प्रथम अध्याये द्वितीयपादे चतुर्थसूत्रम् अस्ति सार्वधातुकम् अपित्. सूत्रं वदति कोऽपि प्रत्ययः सार्वधातुक् प्रत्ययः अस्ति अपि च सः प्रत्ययः अपित् अपि अस्ति, सः निद्वद् कार्यं करोति. इत्युक्ते निद् इत्युक्ते किं, नित् इत्युक्ते किं, यस्मिन् नकारः इत् सः नित्. सो दट् सार्वधातुकम् अपित् यद्यपि नित् नास्ति तथापि सः निद्वद् कार्यं करोति. तस्य उपरि निद् इति लक्षणं तस्य उपरि आरोपितं भवति इति अतिदेशसूत्रस्य कार्यं. सो अतिदेशसूत्रं किं करोति, यः प्रत्ययः यथा नास्ति, यथा सार्वधातुकम् अपित् प्रत्ययः नित् नास्ति, तस्य उपरि निद्वद् आरोपि नित् इति स्वभावः आरोपितं भवति. सो सार्वधातुकम् अपित् प्रत्ययस्य स्वभावः परिवर्तते केन सूत्रेण, अतिदेशसूत्रेण. सो अतिदेशसूत्रेण किं भवति, कस्यचित् शब्दस्वरूपस्य, अत्र शब्दस्वरूपः इति प्रत्ययः वदामः, कस्यचित् शब्दस्वरूपस्य स्वभावः परिवर्तते. दट् सार्वधातुकम् अपित् इस् नाट् नित् बट् तस्य उपरि अनेन सूत्रेण अतिदेशसूत्रेण तत् निद्वद् कार्यं करोति. इट् बिहेव्स् लैक् ए नित् प्रत्ययः. सो व्याकरणे यानि यानि कार्याणि नित् निमित्तेन भवति ते सर्वाणि कार्याणि सार्वधातुकम् अपित् इति प्रत्ययेन अपि भवति. सो अस्य इट् एक्स्टेण्ड्स् बेसिक्लि इट् एक्स्टेण्ड्स् द यूसेज् आफ् दि सार्वधातुकम् अपित् इति प्रत्ययस्य तत्र किं तस्य उपरि निद् उदाहरणम् इस् स्लैट्लि डिफिकल्ट् बिकास् यु डोण्ट् नो द एकनिमिषः सर् आम् अत्र दृश्यतु. अत्र दृश्यतु अद्यदेशसूत्रम् एट् सि नियमसूत्रं किं करोति रेस्ट्रिक्ट्स् इट् रेस्ट्रिक्ट्स् द पूर्वसूत्रात् नियम् अतिदेशसूत्रं किं करोति इट् एक्स्टेण्ड्स् एक्स्टेन्शन् इट् गिव्स् सम् एक्स्टेन्शन् टु सम् प्रत्ययः येन कस्यचित् शब्दस्वरूपस्य स्वभावः परिवर्तते या यः शब्दस्वरूपः यथा नास्ति सः तथा भवति इत्युक्ते तस्य उपरि अन्यत् स्वभावः आरोपितं भवति इति अतिदेशसूत्रस्य प्रयोजनम् यद्यपि सार्वधातुक अपित् प्रत्ययः नित् नास्ति तथापि तस्य उपरि निद्वत् लक्षणं तत्र आरोप्यते अतिदेशसूत्रेण अत्र दृश्यतु अत्र लिखितमस्ति सार्वधातुकम् अपित् इति तस्य एकम् अतिदेशसूत्रं सार्वधातुकम् अपित् इस् अ टैप् आफ् अतिदेशसूत्रम् अनेन सूत्रेण किं भवति अपित् यः अस्ति अपि च सार्वधातुकं निध् इत्युक्ते यः प्रत्ययः अपित् अस्ति प्लस् सः सार्वधातुकम् अपि अस्ति सः निद्वद् कार्यं करोति इति सूत्रस्य अर्थः सार्वधातुकम् अपित् इति सूत्रस्य कः अर्थः अपित् सार्वधातुकप्रत्ययः निद्वद् कार्यं करोति इति सूत्रस्य अर्थः बिकास् दट् सार्वधातुक अपित् इस् नाट् नित् तथापि तस्य उपरि निद् इति आरोपितं भवति निद् लक्षणम् आरोपितं भवति इदानीं प्रश्नः आयाति निद्वद् कार्यं करोति चेत् किं भवति अत्र दृश्यतु अत्र प्रथमे तु किं लिखितमस्ति यस्मिन् सार्वधातुकप्रत्यये पकारः इति संज्ञकः नास्ति किमर्थं चेत् अपित् पित् न अपित् नै तत्पुरुषसमासः सो यस्मिन् प्रथमे तु तत्प्रत्ययः किं भवेत् सार्वधातुक् भवेत् अनन्तरं तत्प्रत्ययः कीदृशः अपित् अपित् अपि भवेत् यथा शन् इति प्रत्ययः शन् इति प्रत्ययः शकारः यकारः अकारः नकारः शन् इति प्रत्यये कोऽपि पकारः इति संज्ञकः नास्ति तत्र शकारः इति संज्ञकः अपि च अन्ते यः नकारः सः अपि इति संज्ञकः अवशिष्टभागः अस्ति या यकारः अकारः अवशिष्टभागः सो शन् इति प्रत्यये शन् इति प्रत्ययः अपित् प्रत्ययः किमर्थम् अपित् वदतु भगिनि तत्र पकारः नास्ति आम् आम् तावदेव शन् इति प्रत्ययः तस्य अन्यनामः भवति अपित् प्रत्ययः किमर्थं चेत् तत्र पकारः इति नास्ति अतः वयं किं वदामः अपित् प्रत्ययः तथैव श्ना अपित् प्रत्ययः तथैव उ अपित् प्रत्ययः तथैव तत्र श्नम् अपित् प्रत्ययः परन्तु यदा शप् वदामः शप् इति प्रत्ययः सः अपित् नास्ति सः पित् अस्ति शप् इति प्रत्ययः प्रथमगणे अपित् प्रथमगणे पुनः वदतु शप् भवति शप् भवति तत्र शप् इति प्रत्ययः आम् अपित् न पित् भवति आम् अपित् इति कथनेन नापित् पकारः इत् संज्ञकः इत् अपि अस्ति सि अपित् इत् पित् अपित् यस्मिन् पकारः पित् न सः अपित् यस्मिन् पकारः पित् सः पित् यस्मिन् पकारः इत् सः पित् यथा शप् इति प्रत्ययः सो इदानीं प्रश्नः आयाति यत्र पकारस्य इत्संज्ञा यत्र यत्र पकारस्य इत्संज्ञा भवति तत् पित् भवति यत्र पकारः न भवति अन्यस्वरः न भवति तत्र अपित् भवति आम् अन्य भवति वा न भवति तत् प्रश्नः न उदेत् यस्मिन् पकारः इत् न सः अपित् तावदेव नौ द क्वश्चन् कम्स् वाट् इस् सार्वधातुक् वि शुड् नो वाट् इस् सार्वधातुक् आल्सो तत्र सूत्रमस्ति तिंशित् सार्वधातुकं यस्मिन् शकारः इत्संज्ञकः सः सार्वधातुकम् इति सूत्रं वदति तिङ् षित् सार्वधातुकम् इति सूत्रमस्ति सर्वे तिङ् प्रत्ययाः सार्वधातुक् बिकास् सूत्र सेस् तिङ् तिङ् समूहे अष्टादश प्रत्ययाः ते सर्वे प्रत्ययाः तेषाम् अन्यनाम किम् अस्ति एकमस्ति तिङ् प्रत्ययः द्वितीयमस्ति सार्वधातुकम्. दीस् आल् 18 तिङ् प्रत्ययस् आर् सार्वधातुकम् पिकस् सूत्रमस्ति. किं सूत्रं? तिङ् षित् सार्वधातुकम् इति सूत्रं, संज्ञासूत्रम्. अनेन सूत्रेण किं भवति? सार्वधातुकं व्याकरणे किम् इति तस्य अर्थः. सो सार्वधातुकम् इति व्याकरणे किं? तिङ् षित् तावदेव. तिङ् अपि च षित्, इदानीं षित्, षित् इत्युक्ते यथा पित् तथैव शकारस्य लोपः न वदति, तावदेव. यस्मिन् प्रत्यये शकारः इति संज्ञकः सः षित्. सो तत्र व्याकरणे कपि कति षित् प्रत्ययाः अत्र दत्तमस्ति. विकरणप्रत्ययेषु शप्, श्यन्, श्नु, श, श्नम्, श्ना वयं दृष्टवन्तः. अत्र शकारः सर्वत्र षित् भवति. किमर्थं चेत् अत्र तस्य कृते अपि सूत्रं लशकु अतदिते. अदादित् प्रत्ययेषु शकारः इति करणीयम् इति तत्र नियमः, सर्वदा करणीयं. परन्तु तत्र तनादिकृण्भ्यः उः तनादि गणे तत्र उ इति प्रत्ययः. सो उ इति प्रत्ययः कोऽपि शकारः इति न. सो उ इति प्रत्ययः शित् नास्ति. परन्तु शप्, श्यन्, श्नु, श, श्नम् एते सर्वे प्रत्ययाः शित् प्रत्ययाः. सो सर्वे शित् प्रत्ययाः अपि च सर्वे तिङ् प्रत्ययाः, तेषाम् अन्यत् नाम व्याकरणे किम् अस्ति वदतु? सार्वधातु, सार्वधातुक, सार्वधातुक. सो एते सर्वे प्रत्ययाः, सीस् आल् दीस् तिङ् प्रत्ययास्, आल् दीस् विकरण प्रत्ययास्, आल् द कृत् प्रत्ययास्, तेषां विधानं कुत्र भवति? धातु अनन्तरम् एव भवति. प्रातिपदिकस्य अनन्तरं तिङ् न आयाति, प्रातिपदिकस्य अनन्तरं विकरणप्रत्ययाः न आयान्ति. तथैव प्रातिपदिकस्य अनन्तरं कृतप्रत्ययाः न आयान्ति. वयर् आर् दीस् अप्लैड्? धातु अनन्तरम् एव तेषां विधानं, क्रियापद धातु अनन्तरम् एव तेषां विधानं भवति. अतः वयं किं वदामः? धातु अनन्तरं ये यानि प्रत्ययाः आयान्ति तेषां नाम एव सार्वधातुकम् अथवा आर्धधातुकं भवति इति व्याकरणे तत्र तादृशसूत्रम् अस्ति. तिङ्क्षित् सार्वधातुकं किं भवति? सर्वे तु इदानीं प्रश्नः अस्ति, तत् सर्वम् आयाति. परन्तु आर्धधातुकम् इत्युक्ते ये प्रत्ययाः तिङ् न, ये प्रत्ययाः षित् न, ते सर्वाणि आर्धधातुकम्. एव्रिथिङ्ग् एल्स् इस् आर्धधातुकम्. कृदन्त वा? कृदन्तेषु कृदन्तेषु कृत् प्रत्ययेषु अपि बहूनि षित् प्रत्ययाः, तृ, शानच्, शानन्, चानश्, खश्, श, एष, षध्यै, षध्येन, एते नव प्रत्ययः. चिन्तयातु, 3, 4, 5, 6, 7, आम्, केवलं नव प्रत्यय कृत् प्रत्ययाः सार्वधातुक प्रत्ययः. एतेषु प्रत्ययेषु शकारः इति संज्ञकः. सो यत्र यत्र षित् अस्ति तस्य अन्यनामः अस्ति सार्वधातुकम्. अन्य सर्वे ये ये सूत्रमस्ति आर्धधातुकं शेषः. अन्य सर्वे प्रत्ययाः, ये प्रत्ययाः तिङ् समूहे न आयान्ति, ये प्रत्ययाः षित् नास्ति, अन्य सर्वे प्रत्ययाः आर्धधातुकम् इति वदामः. सो सार्वधातुकम् इत्युक्ते तिङ्क्षित् सार्वधातुकम्. ये षित् अपि च ये तिङ् समूहे अष्टादश प्रत्ययाः, तेषां नाम व्याकरणे सार्वधातुकम्. अन्यत् नाम तत्र दत्तं पाणिनिना, तस्य कृते प्रयोजनम् अस्ति. किमर्थं चेत् सूत्रे सह सार्वधातुकं, सार्वधातुकम् इति पदस्य तत्र प्रयोगं करोति पाणिनिमहर्षिः. अतः वयं अस्माभिः ज्ञातव्यं सार्वधातुकम् इत्युक्ते किम्, आर्धधातुकम् इत्युक्ते किम्। इदानीम् अतिदेशसूत्रस्य उदाहरणं, सार्वधातुकम् अपित् इति एकम् अतिदेशसूत्रम् अस्ति। अतिदेशसूत्रेण किं भवति, कस्यचित् प्रत्ययस्य स्वभावः परिवर्तते, तस्य यः स्वभावः अस्ति सः तस्य परिवर्तनं भवति अतिदेशसूत्रेण। सो अत्र सार्वधातुकम् अपित् इति प्रत्ययः यः सार्वधातुकम् अस्ति अपि च अपित् अस्ति, सूत्रं वदति सः निद्वद् कार्यं करोति, इट् बिहेव्स् लैक् ए नित् प्रत्ययः। इदानीं प्रश्नः आयाति, नित् प्रत्ययः बिहेव्स् लैक् ए नित् प्रत्ययः, देन् वाट् हेपन्स् बिकास् आफ् दिस् नित् प्रत्ययः। एकम् अन्यत् सूत्रम् अस्ति किनिति च। किनिति च इति सूत्रं किं वदति, यस्मिन् प्रत्यये ककारः इत् अथवा यस्मिन् प्रत्यये नकारः इत् तस्य प्रत्ययस्य निमित्तीकृत्य तत्र गुणकार्यं बाधितं भवति इति सूत्रं वदति। सो यद्यपि धातु लिखयोग तत्र श कुर्मः, लिख् तुदादिगणस्य धातुः, तुदादिगणे तत्र श इति विकरणप्रत्ययः, सो श इति विकरणप्रत्ययः शकारः वदति शकारः गुणस्य कृते प्रेरयति। परन्तु अत्र कोऽपि पकारः इति संज्ञकः नास्ति, श इति प्रत्ययः अपित् प्रत्ययः, पित् नास्ति, सो अत्र गुणस्य कृते बाधा भवति। कथं जानीमः बाधा भवति, किनिति च सूत्रेण। किमर्थं चेत् अत्र दृश्यतु, श इति प्रत्ययः शित् अस्ति, शकारः इति संज्ञकः, अत्र अ एव अवशिष्टभागः, प्रक्रियायाम् अ एव तत्र प्रयोगः भवति, लिख् योग अयोग ति भवति, लिखति इति रूपं भवति। सो यः प्रत्ययः शित् सः सार्वधातुकम्, श इति प्रत्ययः सार्वधातुकम् अपि अस्ति अपित् अपि अस्ति। सो all the sarvadhatukam apit pratyah will behave like what, nit pratyah iti atidesh sutram vadati. Nityukte nijanta va nityukte yasmin kanthyana it sah nit vastavadev nit iti ek prakarakah pratyah yasmin nakarah it sah nit तत्र भगिनि शन् तत्र नित् भवति खलु, शन् नित् नास्ति अत्र, तालु अत्र कण्ठ्य न नित् नास्ति, अत्र नकारः इत् अस्ति, दन्त्य न नित् अस्ति। महिङ् प्रत्ययं नित् अस्ति, आम् महिङ् प्रत्यय नित् अस्ति, सम्यक्। महिङ् प्रत्यय इत्युक्ते किं भगिनि, महिङ् प्रत्यय तिङ् प्रत्ययेषु सिप्तजि सिप्तस्थ मिप्वस्मस्त आतां ज था साथां द्वम् इट् वहि महिङ्ग्, महिङ्ग् अत्र नकारः इति संज्ञकः, सो महिङ्ग् इति नित् अस्ति। सो न वार्ता का, अत्र वार्ता का, यः सार्वधातुक् अपि च अपित् प्रत्ययः अतिदेशसूत्रेण किं भवति, सः निद्वद् कार्यं करोति। निद्वद् कार्यं करोति चेत् किं भवति, निद्वत् कार्यं करोति चेत् तस्य उपरि निद् इति लक्षणं तस्य उपरि आरोपितं भवति सार्वधातुकम् अपित् इति सूत्रेण। सो यदा यः श इति प्रत्ययः, इट् बिहेव्स् लैक् ए नित् प्रत्ययः, श इति प्रत्ययः सार्वधातुक् अपि अस्ति, अपि च अपित् अपि अस्ति। किमर्थं चेत् अत्र कोऽपि पकारः इत् न, अतः वयं किं वदामः, श इति प्रत्ययः सार्वधातुक् परन्तु अपित्। सो सार्वधातुक् अपित् प्रत्ययः एव निद्वत् कार्यं करोति, शप् इति प्रत्ययः निद्वत् कार्यं न कर्तुं शक्यते, केवलं सार्वधातुक् अपित् प्रत्ययः निद्वत् कार्यं करोति। सो श इति प्रत्ययः निद्वत् कार्यं करोति, अतः तत्र लिख् लेख् न भवति। किमर्थं चेत् श इति प्रत्ययः बिहेव्स् लैक् ए नित् प्रत्ययः, सो नित् प्रत्ययस्य कार्यं किं व्याकरणे, गुणस्य कृते बाधा। किनिति च सूत्रेण तत्र किं भवति, सूत्रं वदति यः प्रत्ययः यस्मिन् प्रत्यये ककारः इत् अथवा यस्मिन् प्रत्यये नकारः कण्ठन इत् तं प्रत्ययनिमित्तीकृत्य तत्र गुणकार्यस्य कृते बाधा भवति इति किनिति च सूत्रस्य अर्थः किनि एतत् सर्वम् अग्रे आयास्यति परन्तु इदानीम् अतिदेशसूत्रस्य यः उदाहरणमस्ति तस्य विषये तत्र आवश्यकम् एतत् वदनीयम् सो श इति प्रत्ययः सार्वधातुक अपित् प्रत्ययः अतिदेशसूत्रेण श प्रत्ययः बिहेव्स् लैक् एन् इत् प्रत्ययः अतः लिख् लेख् न भवति यदा वयं लिख् योग श योग तिप् कुर्मः चेत् तत्र यद्यपि तत्र उपदायां ह्रस्व इकारः तथापि तत्र लिख् लेख् न भवति किमर्थं चेत् तत्र किनिति च सूत्रम् आगत्य वदति दिश इति प्रत्ययः धातु साक्षात् अनन्तरं यः श प्रत्ययः तस्य उपरि अतिदेशसूत्रेण निद्वद् कार्यं करोति यद्यपि तत्र सि गुणकार्यस्य कृते यत् निमित्तम् अस्ति न यदा गुणकार्यं भवति तस्य कृते निमित्तम् अस्ति सार्वधातुक प्रत्ययः परे अस्ति चेदेव गुणकार्यं करणीयं श इति प्रत्ययः अपि सार्वधातुक प्रत्ययः परन्तु तथापि तत्र तथापि सूत्रस्य विवरणे गकारः अपि किमर्थं दत्तं ककारः गकारः नकारः इति अत्र कित्येव अस्ति खलु अतः गकारः अपि दत्तम् अत्र किणिति च अत्र द्वौ ककारः अत्र टङ्कन्दोषः भगिनि परन्तु तत्र यस्मिन् प्रत्यये ककारः इति यस्मिन् प्रत्यये गकारः इति अपि च यस्मिन् प्रत्यये नकारः इति तं प्रत्ययनिमित्तीकृत्य अपि तत्र किं भवति गुणस्य कृते बाधा भवति इति सूत्रस्य अर्थः अत्र टङ्कन्दोषः अस्ति देर् इस् सम् स्पेलिङ्ग् मिस्टेक् अत्र एकम् अन्यत् ककारः अस्ति अस्तु सो आल् द सार्वधातुक अपित् प्रत्यय विल् बिहेव् लैक् ए नित् प्रत्ययः हौ डु वी नो देट् अतिदेशसूत्रेण तत् सूत्रं किं सार्वधातुकम् अपित् सो अतिदेशसूत्रं किं करोति यस्य स्वभावः यथा नास्ति सः तथा भवति सार्वधातुक अपित् प्रत्ययः नित् नास्ति सः निद् भवति इति केन सूत्रेण अतिदेशसूत्रेण सो अतिदेशसूत्रेण प्रत्ययस्य स्वभावः परिवर्तते अतिदेशसूत्रेण किं भवति कस्यचित् प्रत्ययस्य स्वभावः परिवर्तते यथा श इति प्रत्ययस्य स्वभावः नित् नास्ति श इति प्रत्ययः कोऽपि नकारः इति संज्ञकः नास्ति तथापि श प्रत्ययः बिहेव्स् लैक् ए नित् प्रत्ययः एण्ड् इट् डस् द शकार श इति प्रत्ययस्य उपरि किनिति च सूत्रद्वारा तत्र तस्य प्रसक्तिः भवति अन्यथा तु तत्र किनिति च सूत्रस्य प्रसक्तिः एव नास्ति किमर्थं चेत् सूत्रं वदति कित् गित् नित् अस्ति चेदेव तत्र गुणस्य कृते बाधा परन्तु श इति प्रत्ययः कित् न गित् न नित् न तथापि तत्र गुणस्य कृते कथं बाधा भवति बिकास् आफ् दि सार्व अतिदेशसूत्रम् अतिदेशसूत्रं वदति सार्वधातुक अपित् प्रत्ययः बिहेव्स् लैक् ए नित् प्रत्ययः अतः तत्र किनिति च सूत्रस्य प्रसक्तिः Are you getting my point? It is slightly difficult to understand. Kini sutra na gakara na bhavetva. Gakara na bhavetva. Ki niti gakara nyakara iti. Atra king teacher asti. King teacher. Ka ka nit. Ga api asti vata. Atra sandhi bhutva gakara si ka bhavati. Charatva sandhi bhavati. घकारस्य क भवति यस्मिन् प्रत्यये आर् यु गेटिङ्ग् दिस् अतिदेशसूत्रस्य कः अर्थः आर् यु गेटिङ्ग् दिस् कोऽपि वक्तुम् इच्छति वा वाट् इस् एन् अतिदेशसूत्रं किं कार्यं करोति भगिनि अष्टाध्यायीसूत्रपाठ तत्रापि एतस्य एव लिखितम् अस्ति डबल् ककार नास्ति नास्ति परन्तु तत्र डबल् ककारः अस्ति तत्रापि दोषं वा टङ्कनदोषं वा एकनिमिषः अहं पश्यामि किनिति च सूत्रे तत्र डबल् ककारः नास्ति किनिति मेबि टङ्कः नास्ति अस्ति भगिनि अस्ति तत्र करपत्रे मे बि करपत्रे इट् इस् गिवन् नाट् इन् दिस् करपत्रः परन्तु तत्र डबल् ककारः अस्ति एकनिमिषः पश्यामि हा पुस्तक मध्ये तु न दत्तमस्ति परन्तु तत्र डबल् ककारः अस्ति पुस्तक मध्ये तत्र न दत्तम् अत्र भगिनी भवती एतत् रक्ताक्षरवर्णस्य विवरणं यद् ददाति तत् तत् करपत्रे न भवति खलु एतत् सर्वं कुत्र भवति तत्र केवलं सूत्रं तत्र उदाहरणरूपेण तत्र सूत्रं दत्तमस्ति सार्वधातुकम् अपि परन्तु यदा वयं गुणः सूत्रसहित दृष्टि इति करपत्रं पठामः तत्र सर्वं दत्तमस्ति किन् इति च सार्वधातुकम् अपि तत्र एतत् सर्वम् आयास्यति अग्रे आयास्यति अत्र तु अतिदेशसूत्रम् इत्युक्ते किम् अतः तस्य विषये तस्य उदाहरणमस्ति एकम् अतिदेशसूत्रम् अस्ति सार्वधातुकम् अपि अनेन सूत्रेण किं भवति यः सार्वधातुकम् अपि च अपित् प्रत्ययः सः निद्वत् कार्यं करोति तावदेव अत्र लिखितम् अस्ति सो व्याकरणे एकप्रकारकः सूत्रम् अस्ति अतिदेशसूत्रम् एकमस्ति लोटो लङ्वत् लोटो लङ्वत् इति एकम् अतिदेशसूत्रं तेन किं भवति लोट् लकारस्य यः प्रत्ययाः दे तेषाम् उपरि लङ् इति लङ् लकारे ये यानि येषां प्रत्ययानां स्वभावः तथैव भवति सो इफ् वि सी द लोट् एण्ड् लङ् लकारस्य रूपाणि देयर् इस् सम् सामीप्यं दे लुक् अलैक् किमर्थं चेत् अत्र एकम् अतिदेशसूत्रम् अस्ति लोटो लङ् अपठताम् भवति पठताम् पठतु पठताम् भवति अपठत् अपठताम् भवति तथा वा सो आम् तत्र अतिदेशसूत्रम् अस्ति लोटो लङ्वत् देट् लोट् बिहेव्स् लैक् ए लङ् लकारः सो यू केन् इफ् यु चेक् द अनन्तरं तत्र लोट् अपि च लङ् लकारस्य तत्र रूपाणि पश्यामः चेत् तत्र किञ्चित् सामीप्यं दृश्यते केन सूत्रेण अतिदेशसूत्रेण बिकास् अतिदेशसूत्रं स्यात् सेस् लोटो लङ्वत् लोट् बिहेव्स् लैक् ए लङ् लोट् एव्री लोट् प्रत्ययाः दे बिहेव् लैक् ए लङ् प्रत्ययः सो अतिदेशसूत्रेण किं भवति यस्य स्वभावः यथा नास्ति सः तथा भवति सो कस्यचित् प्रत्ययस्य स्वभावः परिवर्तते वयं दृष्टवन्तः श इति प्रत्ययः यद्यपि नित् नास्ति बट् श इति प्रत्ययः बिकास् इट् इस् अ सार्वधातुक अपित् प्रत्ययः इट् बिहेव्स् लैक् ए नित् प्रत्ययः सो केवलं सार्वधातुक अपित् प्रत्ययः एव निद्वद् कार्यं करोति कोऽपि सार्वधातुक पित् प्रत्ययः निद्वद् कार्यं न करोति बिकास् सूत्र इस् लैक् देट् सूत्रस्य सार्वधातुकम् अपित् एव निद्वद् कार्यं करोति इति सूत्रं वदति सो अतिदेशसूत्रेण किं भवति तत्र अराउण्ड् 26 सूत्रास् गिवन् इन् द अतिदेशप्रकरणं यस् येन किं भवति येन सूत्रेण किं भवति प्रत्ययस्य स्वभावः परिवर्तते यः प्रत्ययः यथा नास्ति सः तथा भवति अस्तु अवगतं यदा वयं तत्र अग्रे पठामः इट् विल् क्लियर्लि बिकम् इट् विल् स्लैड् स्लोलि स्लोलि बिकम् क्लियर् यदा वयं सूत्राधारेण पठामः तत्र एव आम् प्रश्नः अस्ति वा भगिनि पृच्छतु न प्रश्नः नास्ति बहु वण्डर्फुल् क्लास् अस्तु धन्यवादः भगिनि एकः प्रश्नं प्रष्टुमिच्छामि एतत् पुस्तकं भवति खलु पाणिनीयसूत्रपाठ पुष्पादि केवलसूत्रमेव भवति खलु तत् विवरणं किं पुस्तके लभ्यते किमपि पुस्तकमस्ति वा तत् विवरण अहं पृच्छामि भगिनि अहं न जानामि तत्र प्रत्येकस्य सूत्रस्य विवरणं कुत्र दत्तम् अस्ति तस्य कृते कोऽपि पुस्तकम् अस्ति वा नास्ति इति वयम् अहं पृच्छामि मम समीपे अपि तदेव अस्ति अष्टाध्यायीसूत्रपाठः केवलं सूत्राणि दत्तं विवरणं कुत्रापि न लभ्यते वा महोदय वदतु भगिनि अत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति उक्तवती खलु तद् एतत् इकोयच् विषये एव उक्तवती वा न न तत्र तत्र इकोय् एनर्जि विषये न वदति अहं किं वदामि आं संयोगान् तत्र सूप्तिङन्तं पदं तत्र सूप्तिङन्तम् एकं सूप्तिङ् अन्तं पदम् एकं सूत्रमस्ति संज्ञासूत्रं तेन सूत्रेण पदम् इत्युक्ते किं तस्य विवरणं दत्तं सो यस्य अन्ते सूप् विधीयते अथवा यस्य अन्ते तिङ् विधीयते तदेव पदम् इति व्याकरणे उच्यते सो तत्र एकम् अन्यत् नियमः अस्ति आपदं न प्रयुञ्जन्ते इत्युक्ते वयं जानीमः भाषायां केवलं पदानाम् एव तत्र प्रयोगं भवति सो अव्य पश्यामः अव्य इति पदम् अव्य अपि एकं पदम् अस्ति सुबन्तपदं सो तत्र किं भवति यदा अव्ययः यत्र तत्र सर्वत्र सर्वदा इति सर्वाणि बहूनि अव्यपदानि तत्र व्याकरणे सो अव्यपदः वयं तु भाषायाम् अव्यपदस्य प्रयोगं कुर्मः सो तत्र प्रश्नः मनसि आयाति अव्य इति सुबन्तं वा तिङन्तं किमर्थं चेत् सुप्तिङन्तम् एव पदं सूत्रे वदति परन्तु तत्र किं भवति अव्ययोगसूप् यदा भवति तत्र अव्यस्य कृते ये यानि अव्यानि तत्र सन्ति व्याकरणे तत्र सम्पूर्णतया सुप् प्रत्ययस्य लोपः भवति सु औजस् अमोक्षस् ये यानि तत्र सुप् प्रत्ययाः एकविंशति सुप् प्रत्ययाः तत्र किं भवति तस्य लोपः भवति सो यद्यपि तत्र सुप् प्रत्ययस्य लोपः भवति तथापि तत्र सुप् प्रत्ययस्य लक्षणं तिष्ठति तेन किं भवति अव्य इति पदसंज्ञा प्राप्नोति अव्य गेट्स् ए पदसंज्ञा यद्यपि तत्र सुप् प्रत्ययस्य सम्पूर्णतया लोपः भवति परन्तु वयं जानीमः व्याकरणे एकं सूत्रमस्ति प्रत्ययस्य लोपे प्रत्ययस्य लक्षणं सो तत्र सुप् प्रत्ययस्य लक्षणं तिष्ठति अतः तदपि सुबन्तम् इति वदामः सर्वाणि अव्यपदानि सुबन्तम् एव अतः तेषां प्रयोगं वयं भाषायां कर्तुं शक्यते अन्यथा तु पदं नास्ति चेत् तस्य भाषायां प्रयोगं न करणीयम् इति तत्र नियमः अवगतं वा भगिनि अव्ययः पदं नास्ति सुबन्तपदानि अव्ययः सुबन्तपदानि सत्यं पदं नास्ति चेत् वयं तेषां प्रयोगं न कर्तुं शक्यते परन्तु अव्ययः इति विभक्ति धातुरूपाणि विभक्तिरूपाणि न परिवर्तते खलु विभक्तिरूपाणि न भवति खलु लिङ्गवचनविभक्ति न भवति लिङ्गवचनविभक्ति न भवति न भवन्ति किन्तु सुप्रत्ययसंयोजनं भवति पुनः तस्य लोपः भवति इति महोदय उक्तवती अतः सुबन्तमेव भवति एकम् एव रूपं सर्वेषु विभक्तिषु सर्वे सुबन्तं भवति पुनः तस्य लोपः लक्षणं तिष्ठति अव्ययः सुबन्तमपि भवति वा अव्ययः सुबन्तम् एव सुबन्त सर्वाणि अव्ययानि सुबन्तानि परन्तु सर्वत्र अत्र विभक्तिप्रत्ययः नास्ति खलु देट् इस् वाट् ऐ एम् सेयिङ्ग् न तत्र विभक्तिप्रत्ययेषु सम्पूर्णतया लोपः भवति अतः एकम् एव रूपम् एकम् एव रूपं सूत्राधारेण एव भवति विभक्तिरूपम् अस्ति एकम् एव रूपं सर्वत्र द्वितीयविभक्तिः अपि सर्वत्र न तु वच् तत्र सर्वेषु वचनेषु सर्वेषु विभक्तिषु एकम् एव रूपः तथापि तेषां पदसंज्ञा भवति किमर्थं चेत् तत्र तादृशसूत्रम् अस्ति अव्यपदस्य अनन्तरं यदा सुप् योजयामः तस्य सम्पूर्णतया लोपः भवति कस्य प्रत्ययस्य लोपः प्रत्ययस्य लोपे प्रत्ययस्य लक्षणम् इति सूत्रेण तत्र किं भवति, लक्षणं तिष्ठति यदा शप् इति प्रत्ययः, शकारः इति संज्ञकः, परन्तु शकारस्य लक्षणं तत्र तिष्ठति, तेन किं भवति, शप् इति प्रत्ययस्य सार्वधातुक इति संज्ञा भवति, शप्षित् अस्ति, यद्यपि श इति भवति तथापि शकारस्य कारणेन एव तस्य अन्यत् नामं सार्वधातुकं भवति, अतः प्रत्ययस्य लोपे प्रत्ययस्य लक्षणं तत्र तिष्ठति, अतः सर्वाणि अव्यपदानि सुबन्तानि, अतः वयं तेषां भाषायां प्रयोगं कर्तुं शक्यते इति तत्र नियमः. भगिनी, ऐ हेव् अ क्वश्चन्. वेन् यु से सुबन्त पदम्, इस् इट् नौन्स् अण्ड् प्रोनौन्स्? इट् इस् आल् द नौन्स्, नौन्स् अण्ड् प्रोनौन्स्. सम्यक् भगिनी, आम् तावदेव. ओके, अस्तु. सुबन्तानि कुत्र आयाति, सुप् प्रत्ययाः कुत्र आय, प्रातिपदिकस्य अनन्तरम् एव आगन्तुं शक्यन्ते. प्रातिपदिकम् इत्युक्ते किं, नामपदानि. Right. And if it is a kriya padam, then it is dhatu. Then it is tingant padam. Yeah. But then, like pratipadikam, it will be called dhatu, right? Pratipadikam is, see, for nouns. Pratipadikam is noun. Dhatu is verb. Yeah, dhatu, that's what I was saying. It's the equivalent, right? Pratipadikam and dhatu. No, it is not. The root. The roots. मूलरूपम् इस् वाट् ऐ मीन्ट्. मूलरूपं धातु योगकृत् कुर्मः चेत् वि गेट् अ प्रातिपदिकं. सि तत्र संस्कृतभाषायां यानि पद यानि तत्र नौन् अथवा प्रोनौन् अथवा वर्ब् तेषाम् आधारः धातु एव अस्ति. बिकास् 95% आफ् द नामपदानि प्रातिपदिकास् आर् डिरैव्ड् फ्रोम् धातुस्. धातु योगकृत् कुर्मः चेत् तत्र प्रातिपदिकम् एव निष्पद्यते, वि गेट् अ प्रातिपदिकम्. सो वट् इस् दिस् कृत्, इस् दट् अ प्रत्यय? इट् इस् अ टैप् आफ् इट् इस् अ देर् आर् अराउण्ड् 200 ऐ थिङ्क् 78 कृत् प्रत्ययास्. वि केन् मेक् अ नौन् फ्राम् अ धातु बै मिक्सिङ्ग् इट् वित् अ कृत् प्रत्ययः. Okay. So what we say that 95% of the words in Sanskrit Bhashayam are derived from dhatus. So dhatus is very important. That is why we are reading dhatu. 278 pratyayah. Aham avagachami mahod. 278. Yeah, huh? Not 270, I don't remember the exact, 250 onwards, 252 or 254, I don't remember the exact figure, but krit pratyah are around more than 200 krit pratyah. Kshamyatam bhagini, etat ppt vivaranam daktam asti adya tat share karoti va gane. I will check. Okay, I will this I will give ganam asti va, whatsapp ganam asti va, whatsapp group. Yeah, it will be nice if you can share this ppt. yeah, etat vivaranam bahu uttamam asti bhagini. I will share the ppt. no problem. Thank you. Astu idanim sthagamah atra bahu samayah bhavat. dhanyawad. अस्तु, इदानीं शान्तिमन्त्रं पठामि, अनन्तरं तत्र स्थगामः. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्तिशान्तिशान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. धन्यवादः. धन्यवादः. धन्यवादः महोदय. धन्यवादः महोदय. धन्यवादः महोदय.